पद्मपुराणं खण्डं टु भूमिखण्डम् अध्यायम् 8 कश्यप उवाच सगर्भे व्याकुलो जाधिद्यमानो दिने दिने दुःखाक्रान्तो हि धर्मात्मा सर्वपीडाभिपीडितः अधो मुखस्तु गर्भस्थो मोहजालेन बन्धितः आधिव्याधिसमाक्रान्तो हाहा भूतो विचेतनः दुःखेन महदाविष्टो ज्ञानमाहप्रपीडितः आत्मोवाच तव वाक्यं महाप्राज्ञ न कृतं तु मया तदा ध्यानेन वार्यमाणो विपदिदो मोहसङ्कटे तस्माद्रक्षमहाप्राज्ञ गर्भवासात् सुदारुणाद ज्ञानमुवाच मया त्वं वारिदो ह्यात्मन् कृतं वाक्यं न चैव मे पञ्चात्मकैर्महाक्रूरैः पादिदो गर्भसङ्कटे इदानीं गच्छ त्वं ध्यानं तस्मात् सम्प्राप्स्यसे सुखं गर्भवासाद्भविष्यस्ते मोक्ष एव न संशयः तस्य तद्वचनं श्रुत्वा ज्ञात्वा ज्ञानस्य तत्त्वतां ध्यानमाहूय प्रोवाच श्रूयतां वचनं मम त्वामहं शरणं प्राप्तो ध्यानमां रक्ष नित्यशः एवमस्तु महाप्राज्ञ ध्यानमाह महामतिम् एतद्वाक्यं तदश्रुत्वा आत्मा वै ध्यानमागतः ध्यानेन हि समं गर्भे संस्थितो मोहवर्जितः यदा ध्यानं गतो ह्यात्मा विस्मृतं गर्भजं भयं सद्वाभ्यां सहितस्तत्र आत्मा मोह विना कृतः चिन्तयन्नेव वै नित्यमात्मकं सुखमेव हि इदो निष्क्रान्तमात्रस्तु त्यजे पञ्चात्मकं बभुः एवं चिन्तयते नित्यं गर्भवासगदः प्रभुः सुदिकाले तु सम्प्राप्ते प्रजापत्ये वरानने वायुना चलितो गर्भः प्राणेनापि बलीयसा योनिर्विकासमायादिचतुर्विंशाङ्गुलं तदा पञ्चविंशाङ्गुलो गर्भस्तेन पीडा विजायते एवं सम्पीड्यमानस्तु मूर्च्छया मूर्च्छितः प्रिये पतितो भूमिभागे दुज्ञानध्यानसमन्वितः प्राजापत्येन दिव्येन वायुना स पृथक्कृतः भूमिसंस्पर्शमात्रेण ज्ञानध्याने तु विस्मृते संसारबन्धसन्दिग्ध आत्मा प्रियतया स्थितः गुणदोषसमाक्रान्तो महामोहसमन्वितः खाद्यं पानादिकं सर्वमिच्छत्येव दिने दिने एवं सम्पुष्यमाणस्तु आत्मा पञ्चात्मकैः सह व्यापितो हीन्द्रियैः सर्वैर्विषयैः पापकारिभिः बान्धवानां समोहेन भार्यादीनां तथैव च आकुलव्याकुलो देवि जायते च दिने दिने महामोहेन संदिग्धो मोहजालगदप्रभुः कैवर्तेन यदा बद्धशकुलो जालबन्धनैः चलितुं नैव शक्तोऽस्ति तदात्मासीत् प्रबन्धितः मोहजालैस्तु तैः सर्वैदृढबन्धैस्तु बन्धितः एवमादिप्रपञ्चेन व्यापितो व्यापकेन हि ज्ञानविज्ञानविभ्रष्टो रागद्वेषादिभिर्हदः कामेन पीड्यमानस्तु क्रोधेनैव तथैव वा प्रकृत्या कर्मणा बद्धो महामूढो व्यजायत सूद उवाच एवं मूढो यद्धात्मासौ कामक्रोधवशङ्गदः लोभरागादिभिः सर्वैर्व्यापृतस्तैर्दुरात्मभिः इयं भार्या ह्ययं पुत्र इदं मित्रमिदं गृहम् एवं संसारजालेन महामोहेन बन्धितः पुत्रशोकादिभिर्दुःखैर्विविधैराकुलस्तदा जरया व्याधिभिश्चैव सङ्ग्रस्तश्चाधिभिस्तथा एवमात्मा सम्प्रतप्तो दुःखमोहैः सुदारुणैः अभिमानैर्मानभङ्गैर्नाना दुःखैश्च खण्डितः वृद्धत्वेन तथा देवि शबलत्वेन पीडितः दुःखं चिन्तयते नित्यं हाहाभूतो विचेतनः रात्रौ स्वप्नान् प्रपश्येद दिवा चैतन्यवर्जितः वैकल्येन तथाङ्गानां व्याप्तो देवि दिने दिने संसारे भ्रममाणेन वैराग्यं तत्र दर्शितं निःशङ्गं बन्धुहीनं च प्रशान्तं तुष्टमेव च तमुवाच तदात्मा वै कामक्रोधविवर्जितं को भवान्नग्नरूपेण कथं मित्रैर्न लज्जसे यत्र लोका स्त्रियो वृद्धा युवत्यो मादरस्तथा यदा सां हि गतो मध्ये न बिभेषि अनावृतः वीदराग उवाच को ह्यत्र नग्नो दृश्येत न नग्नोऽस्मीति वै पदा सुसम्बन्धस्त्वमेवापि परिधानसमन्वितः न नग्नोऽस्मि कदा दिव्यभवान्नग्नः प्रदृश्यते इन्द्रियार्थवशे वर्तीमर्यादा परिवर्जितः आत्मोवाच पुरुषस्य का हि मर्यादा तामाचक्ष्व च सुव्रत विस्तरेण महाप्राज्ञ यदि जानासि निश्चितम् वीदरागो महाप्राज्ञस्तमुवाच महामतिः सुस्थैर्यं भजते चित्तं सुखदुःखेषु नित्यदा क्लेशितं सर्वभावैश्च तेषु तेषु परित्यजेद अथ लज्जां प्रवक्ष्यामि मनो या निर्विशत्यलम् मयाद्यैवं न कर्तव्यं नग्नस्थानविवर्जितः पश्चात्तापे सुसंलीनः सा लज्जा परिकथ्यते कस्य लज्जा प्रकर्तव्याद्वितीयो नास्ति सर्वदा एकश्च पुरुषो दिव्य कस्य किञ्चन्न नाशयेत् अथ लोकान् प्रवक्ष्यामि ये त्वया परिकीर्तिताः यथा कुलालकश्चक्रे मृत्पिण्डं च निथापयेद् भ्रामयित्वादु सूत्रेण नानाभेदान् प्रकाशयेद् भण्डानां तु सहस्राणि स्वेच्छया मदिसंस्थितः तथायं सृजते धादा नानारूपाणि नान्यथा पश्चाद्विनाशमायान्ति येन केनापि हेतुना सर्वदैवस्थिता ये च ये लोकाश्च सनातनाः तेषां लज्जा प्रकर्तव्या नावर्धन्ते हि ते भुवि आकाशवायुतेजांसि पृथ्वी चापश्च पञ्चमः अमी लोका प्रकाशन्ते ये च सर्वत्र संस्थिताः सत्त्वानामङ्गदेशेषु पञ्चैतेषु सुसंस्थिताः सर्वत्रैव च वर्धन्ते कस्य लज्जा विधीयते स्त्रीणां रूपं प्रवक्ष्यामि श्रूयतां तदसाम्प्रतां यथा खडसहस्रेषु सोदकेषु विराजते एकश्चन्द्रो हि सर्वत्र भवांस्तद्वद्विराजते कदो जन्तुसहस्रेषु मोहचक्रे महात्मवान् स्थावरेषु च सर्वेषु जङ्गमेषु तथा भवान् योनिद्वारेण पापेन मायामोहमयेन वै कुजाभ्यां जनिदम्बाभ्यां वयसा च विराजते हृन्मां सस्याधिका वृद्धिर्दृष्टा चात्र न संशयः पतनाय च लोकानां मोहरूपं विदर्शितं न भवत्येव सा नारी या त्वया परिकीर्तिता लीलया कुरुते दादा विनोदाय सदात्मनः यथा नार्यास्तथा पुंसो जीवः सर्वत्र संस्थितः कुचयोनि विहीना ये जीवन्मुक्ताः सदैव हि नरस्तु पुरुषः प्रोक्तो नारी प्रकृतिरुच्यते रमते तेन वै सार्धं न मुक्ता हि कदाचन भवान् प्रकृतिसंयुक्तपुरुषेषु प्रदृश्यते कस्य कुरुदे लज्जामेवं ज्ञात्वा सुखं व्रज वृद्धां स्त्रियं प्रवक्ष्यामि सदा वृद्धां वरानने त्वजा जर्जरतां यादायस्याप्यङ्गे वरानने श्वेतैश्चैव तथा केशैः फलितैश्च समाकुला बलहीनाथदीनापि व्यापिता वलिना तदा नेयं वृद्धा भवेन्नारी परं वृद्धा च कथ्यते एतस्य लक्षणं प्रोक्तं युवतीं प्रवदाम्यहं ज्ञानेन वर्धते नित्यं जीवपार्श्वे समाश्रिता सुमतिर्नाम सम्प्रोक्ता सा वृद्धा युवतीति च नारी पुरुषलोकेषु सर्वदैव प्रतिष्ठिता लज्जा तस्या प्रकर्तव्या अन्यच्चैव वदाम्यहं मादरं वै प्रवक्ष्यामि या त्वया परिकीर्तिता प्राणिनामङ्गदेशेषु सदैव चेदनास्थिता परज्ञानप्रदाया च सा प्रज्ञा परिकथ्यते प्रज्ञा माता समाख्याता प्राणिनां पालनाय सा संस्थिता सर्वलोकेषु पोषणाय हिताय वा सुमतिर्नामया प्रोक्ता सामादा परिकथ्यते संसारद्वारमार्गाणि यानि रूपाणि नित्यशः भवन्ति मातरो ह्येदा बहु दुःखप्रदर्शिकाः मातृरूपं समाख्यातमन्यत् किं ते वदाम्यहम् आत्मोवाच भवान् को हि समायादो मम सन्तापनाशकः विस्तरेण समाख्या हि स्वरूपमात्मनः स्वयम् वीदराग उवाच यस्मात् कामानि वर्धन्ते निराशाः सर्व एव ते यं दुष्टत्वान्न पश्यन्ति कर्माण्येतानि नान्यथा यत्समीपं हि नायाधि आशा चैव कदाचन क्रोधो लोभस्तथा मोहो यद्भयात् प्रलयं गदाः वीदरागोऽस्मि भद्रं ते विवेको मम बान्धवाः आत्मोवाच कीदृशोऽसौ तव भ्राता विवेको नाम नामतः तस्य त्वं लक्षणं ब्रूहि भ्रातुरात्मान एव च वीदराग उवाच तस्यैव लक्षणं रूपं न वदामि तवाग्रदः भ्रातुस्तस्य महाभाग आह्वानं च करोम्यहं भो भो विवेकमे भ्रातरावयोस्त्वं वच शृणु ये ह्येहि सुमहाभाग मम स्नेहान्महामदे कश्यप उवाच शान्तिक्षमाभ्यां संयुक्तो भाराभ्यां च समागतः सर्वदृक् सर्वगोव्यापी सर्वतत्त्वपरायणः सन्देहानां च सर्वेषां यो रिपुर्ज्ञानवत्सलः धारणाधीश्च द्वे पुत्र्यौ तस्यैव हि महात्मनः तस्य योगस्तुतो ज्येष्ठो मोक्षो यस्य महागुरुः निर्मलो निरहङ्कारो निराशो निष्परिग्रहः सर्ववेलाप्रसन्नात्मा गदद्वं द्वो महामतिः सविवेकसमायादो गुणरत्नैर्विभूषितः यस्यामात्यौ महात्मानौ धर्मसत्यौ महामदी क्षमाशान्तिसमायुक्तः स विवेकः समागतः वीदरागमुवाचेदमाहूतोऽहं समागतः तद्भ्राधकारणं सर्वं कथ्यतां हि ममाग्रदः यमाश्रित्य त्वयाद्यैव कृतमाह्वानमेव मे वीदराग उवाच पुमान् स्थितो यः पुरदो महापाशैर्नियन्त्रितः मोहस्य बाणैः सम्भ्रादः संसारस्य च बन्धनैः सर्वस्य व्यापकस्वामी अयमात्मा ममैव च पञ्चतत्त्वैः समाविष्टो ज्ञानध्यानविवर्जितः पृच्छदामेनमात्मानं भवांस्तत्त्वेषु पण्डितः वीदरागवज श्रुत्वा विवेको वाक्यमब्रवीत् विवेक उवाच सुखेन स्थीयते देव भवता विश्वनायक आगते त्वयि संसारे किं किं भुक्तं सुखं स्वयम् आत्मोवाच गर्भवासो महद्दुःखमसह्यं दारुणं मया भुक्तमेव महाप्राज्ञज्ञानहीनेन वै सदा देहेऽपि ज्ञानविभ्रष्टसोऽहं जादो ह्यनेकथा बाल्यावस्थां गदेनाथ कृत्याकृत्यं कृतं मया तारुण्येन कृता क्रीडा भुक्ता भार्या ह्यनेकशः वार्धकं प्राप्य संतप्तः पुत्रशोकादिभिस्तथा भार्यादीनां वियोगैस्तु दग्धोऽस्म्यहमहर्निशं दुःखैरनेकसंवर्णैः संतप्तोऽस्मि दिने दिने दिवारात्रौ महाप्राज्ञ न विन्दामि सुखं क्वचिद् एवं दुःखैः सुसंतप्तः किं करोमि महामदे तमुपायं वदस्वैव सुखं विन्दामि येन वै अस्मात् संसारजालौकान्मोचयाद्य सुबन्धनाद विवेक उवाच भवान् शुद्धोऽसि निर्द्वन्द्वो ह्यपापोऽसि जगत्पदे एनं गच्छ महात्मानं वीदरागं सुखप्रदम् निःसंशयं त्वया दृष्टं नग्नमाचारवर्जितं सुखप्रदर्शको ह्येष सर्वसन्तापनाशकः एवमाकर्ण्यशुद्धात्मा विदरागं गतः पुनः तमुवाच श्वसन्धि न श्रूयतां वचनं मम सुखं विन्दामि येनाहं तं मार्गं मम दर्शय एवमस्तु महाप्राज्ञ करिष्ये वचनं तव पुनर्गच्छ विवेकं हि सुखवार्ता कृता त्वया सुखमार्गस्य वै वक्ता तव एष भविष्यति वीतरागेण पुण्येन प्रेषितो गतवान् प्रभुः तमुवाच महात्मानं विवेकं शुद्धसत्तमम् सुखं मे दर्शय त्वं हि वीतरागेण प्रेषितः भवच्चरणमापन्नो रक्ष संसारदारुणाद विवेक उवाच ज्ञानं गच्छ महाप्राज्ञ सदे सर्वं वदिष्यति आत्मा तदोक्तः सम्प्राप्तो यत्र ज्ञानं प्रतिष्ठितं भो भो ज्ञानमहातेजसर्वभावप्रदर्शक शरणं त्वमहं प्राप्तः सुखमार्गं प्रदर्शय ज्ञानमुवाच भृत्योऽहं तव लोकेश त्वं मां वेत्सि न सुव्रत मया ध्यानेन वैपूर्वं वारितस्त्वं पुनः पुनः पञ्चात्मकानां सङ्गेन आपदं प्राप्तवान् भवान् ध्यानं गच्छ महाप्राज्ञ सदे दादा सुखस्य च ज्ञानेन प्रेषितो ह्यात्मा ध्यानमाश्रित्य संस्थितः सुखमत्यन्तसिद्धं च ध्यानं मे दर्शयस्वः भवच्चरणमायादं मामेवं परिरक्षय एवं सम्भाषितं तस्य ध्यानमाकर्ण्य तद्वचः समुवाच पुनश्चापि तमात्मानं प्रकृष्टवान् नैव त्याज्योऽस्म्यहं ताद सर्वकर्मसुनिच्छिदः त्वयैव वीतरागेण विवेकेन सदैव हि ध्यानयुक्तो भवस्व त्वमात्मानमवलोकय आत्मवांस्त्वं स्थिरो भूत्वा निरातङ्गो विकल्पितः यथा दीपो निवातस्तकज्जलं वमदे स्थिरः तथा दोषान् प्रज्वलित्वा निर्वाणं हि प्रयास्यति एकान्तस्थो निराहारो मिदाशी भव सर्वदा निर्द्वन्द्वशब्दसंहीनो निश्चलो ह्यासने स्थितः आत्मानमात्मना ध्यायन्ममैव स्थिरबुद्धिना प्राप्स्यसे परमं स्थानं तद्विष्णोः परमं पदम् इति श्रीपद्मपुराणे भूमिखण्डे ध्यात्मवर्णनेष्ठमोऽध्यायः ॐ